पद्मपुराणं खण्डं 6 उत्तरखण्डः अध्यायं 153 महादेव उवाच अन्यतीर्थं प्रवक्ष्यामि दुर्धर्षेश्वरमुत्तमं यस्य स्मरणमात्रेण पापोऽपि पुण्यवान् भवेद् वृत्ते देवासुरे युद्धे दैत्ये च निधनं गदे दुर्धर्षं च व्रतं कृत्वा यत्र भार्गवनन्दनः समाराध्य महादेवं दुर्धर्षं लोककारणं मृदसञ्जीवनीमाप यत्र विद्यां हि त्र्यजम्पकम् दैत्यार्थमुशनस्तीर्थं विख्यातं जगदीतले काव्यतीर्थे कृतस्नानः पूज्य देवं महेश्वरं दुर्धर्षेश्वरसंज्ञं वै सर्वपापैः प्रमुच्यते अत्र वृत्तं तु श्रोतव्यं त्वया च नगनन्दिनी पुरा यदाभवद्युद्धं वृत्र वासवयोरिह तदा सुरैर्जिदा देवा मघवान्वै सुरेश्वरः किं कर्तव्यमिति ध्यात्वा गतोऽसौ तं गुरुं प्रति इन्द्र उवाच अस्माकं त्वं गुरुस्साक्षाद्देवानां पालकः सदा ऋषीणां त्वं वरश्रीमान् कृपां कुरु दयानिधे पुत्रेण निर्जितोऽहं चक्व गच्छामि च सुव्रत बृहस्पतिरुवाच शृणु देवेन्द्र वक्ष्यामि येन त्वं हि सदा सुखी मम वाक्यं कुरुष्वैव यदि चेच्छुभमात्मनः साभ्रमत्यां तदा गच्छ तत्र गत्वा सुखी भव दुर्धराख्यो यत्र देवो नित्यं तिष्ठति भूदिदः ददादि वाञ्छितान् कामान् सत्यं सत्यं सुरेश्वर गुरोर्वचनमाकर्ण्य सगदस्तां नदीं प्रति तत्र स्नात्वा दुदेवेशो महेशं तमपूजयत स्नानाच्च पूजनादेवसन्तुष्टश्रीमहेश्वरः महादेव उवाच यं यं प्रार्थयसे नित्यं तत्सर्वं हि ददाम्यहं श्रुत्वा वाक्यं तु देवेशो ह्युवाच परमं वचः इन्द्र उवाच त्वं नाथ सर्वलोकानां त्वमेव कारणं पदं त्वं हि विश्वेश्वरो देवो सर्वदा लक्ष्यसे मया यदि त्वं मे प्रसन्नोऽसि विश्वेश्वर सुरेश्वर पुत्रं हन महादेव एष कामो महान् मम महादेव उवाच तव वाक्यात्तु देवेश वृत्रोऽसौ निहतो मया मया यद्दीयदे शस्त्रं तद्गृह्णीष्व सुरेश्वर तेनैव चासु योगेन हनिष्यसि न संशयः इन्द्र उवाच किमस्त्रं वद विश्वेश येन वृत्रं हि हन्म्यहम् वज्रादप्यधिकं किन्तन्निर्मितन्तु त्वया कदा महादेव उवाच इदं पाशुपदं ह्यस्त्रं निर्मितं तु मया पुरा न दत्तं कस्य चिच्छक्र तवार्थे रक्षितं मया अत्र स्नातं त्वया देव पूजनं वै त्वया कृतम् अतस्त्वं गृह्ण मे शस्त्रम् येन वृत्तं हनिष्यसि श्रीमहेशप्रसादाच्च प्राप्तं मघवता ततः तेन पाशुपदास्त्रेण हदो वृत्रो महाभाग बलः तत्सर्वमत्र सञ्जातं दुर्धर्षेश प्रसादतः स्नानमात्रात्तु देवेशि पूजनादेवसाम्प्रतं तीर्थप्रभावात् सम्प्राप्तं सत्यं सत्यं वरानने एवं ज्ञात्वा दुदेवेशि तत्र वै स्नानमाचरेत् दर्शनं तु महेशस्य सर्वपापप्रणाशनम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे दुर्धर्षेश्वरमाहात्म्यं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॐ